दिवादिगणे तुदादिगणे स्वादिगणे तनादिगणे क्रयादिगणे च द्वात्वङ्गे अङ्गकार्यस्य निमित्तं विकरणप्रत्ययः एव परन्तु अदादौ न तथा यथा यथा यथा इन् धातुः ईयोगः ति एति ईयोगः तः इतः सारांशः एवं यत् अदादौ धातोः अङ्गकार्यं साक्षात् तिङ्प्रत्ययेन तिङ्प्रत्ययाः परिवर्तन्ते अतः अङ्गकार्यमपि परिवर्तते. अग्रे पठामि वा? तावत्पर्यन्तम् अस्माभिः प्राप्तम्. इदानीम् अग्रिमपरिच्छेदं पठित्वा एकवारं प्रतिपादयतु. वयं जानीमः यद् दशधातुगणाः विभक्ताः तिङ्प्रत्ययः निमित्तकस्य अङ्गस्य अन्तिमवर्णस्य अनुसारम् येषु धातुगणेषु अङ्गम् अदन्तं भवति ते धातुगणाः प्रथमगणसमूहे वर्तन्ते. येषु धातुगणेषु अङ्गम् अनदन्तं भवति ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते. तर्हि अत्र प्रश्नः उदेति यत् अदादिगणः कस्मिन् गणसमूहे अस्ति अपि च किमर्थम्? सामान्यतया धातुगणेषु विकरणप्रत्ययाः सन्ति. तत्र विकरणप्रत्ययस्य अन्तिमवर्णः एव अङ्गस्य अन्तिमवर्णः. यथा भ्वादौ शप् इति विकरणप्रत्ययः, भूधातौ भव इत्यङ्गम्. अङ्गस्य अन्तिमवर्णः ह्रस्व अकारः, शपः एव अन्तिमवर्णः, अतः अङ्गम् अदन्तम्. स्वादौ श्नु इति विकरणप्रत्ययः, चि धातोः चिनु इत्यङ्गम्. अङ्गस्य अन्तिमवर्णः उकारः, श्नोः एव अन्तिमवर्णः, अतः अङ्गम् अनदन्तम्. अधुना अदादौ कथं भवति? विकरणप्रत्ययस्तु नास्त्येव. तर्हि केन आधारेण अङ्गं ज्ञायते? अङ्गम् अदन्तं वा अनदन्तं वा इत्यत्र कथं वर्णीयते? उत्तरं तु अस्माभिः प्रायः बुद्धमेव. अदादौ धातुरेव अङ्गम्, अतः धातोः यः अन्तिमवर्णः स एव अङ्गस्यपि. अदादौ अस् धातु सकारान्तः, अतः अङ्गमपि सकारान्तम्. पा धातु आकारान्तः, अतः अङ्गमपि आकारान्तम्. यु धातु उकारान्तः, अतः अङ्गमपि उकारान्तम्. अदादौ यथा धातुः तथा अङ्गम्. अपि च अदादौ अकारधातवः न सन्त्येव, अतः सर्वाणि अङ्गानि अनदन्तानि. अत एव अदादिगणद्वितीयगणसमूहे वर्तते. बहवः विषयः सन्ति तत्र. अदादिगणे विकरणप्रत्ययः नास्ति, तस्मात् तिङ्प्रत्ययः साक्षात् आगच्छति. यदा पा योगहति पाति, ई योगहति एति, इतः तत्र गुण सार्वधातुकपि तस्मात् सार्वधातुकार्धदातयोः इति गुणं भवति. इतः तत्र अपि अस्ति, तस्मात् इतः तस्मात् अदादिगणे धातु तिङ्प्रत्ययः आगच्छति. तिङ्प्रत्ययः एव परिवर्तनं करोति अङ्गकार्यमपि. अङ्गकार्यं धातु एव अङ्गं, तत्र परिवर्तनं भवति. वयं जानीमः दशगणाः सन्ति, तत्र समूहद्वयम् अस्ति. अदादिगण अदन्तं गणम् अपि च अनदन्तं गणम् इति. यदि अङ्गम् अदन्तं भवति ते प्रथमसमूहः भवति, यदि अनदन्तं भवति द्वितीयसमूहं भवति. तत्र इदानीम् अदादिगणः, अदादिगणे कस्मिन् गणे अस्ति इति, प्रथमगणे वा द्वितीयगणे वा? सामान्यतया धातु अपि च विकरणप्रत्ययः आगच्छति. तत्र ततः अतः अनु शप् यदि शप् आगच्छति चेत् तत्र शप् एव अकारः एव अन्तिमवर्णः सो अदन्तम् इति समूहे भवति अदन्तं भागे यदि स्वादिगणौ स्नु भवति तत्र विकरणप्रत्ययः उकारान्तं चि धातु तत्र उकारः एव अङ्गं भवति इदानीम् अदादौ अदादिगणे विकरणप्रत्ययः नास्ति तस्मात् तत्र अङ्गं कथं योजनीयं तत्र धातु तदनन्तरं तिङ् प्रत्ययः एव अस्ति विकरणप्रत्ययः निमित्तं नास्ति तत्र अङ्गयोजनेन अङ्गं किम् इति अस्ति अदादौ तस्मात् अदादौ दातुषु तत्र यदा धातु तथा एव अङ्गं धातोः अन्तिमवर्णः किमपि अस्ति तदेव अङ्गम् इति उक्तं तत्र तस्मात् अन्यत्रापि अस्ति खलु अन्यत्रापि धातोः यद् यः अन्तिमवर्णः तत्तु अङ्गस्य भागः अन्यत्रापि धातुः अङ्गमेव भवति खलु किमर्थम् अत्र अदादिगणे केवलं धातोः अन्तिमवर्णः अङ्गम् इति वदति अदादौ गणौ विकरणप्रत्ययः नास्ति अगाध धातु अस्ति तदनन्तरं तिङ्प्रत्ययः अस्ति तत्र तस्मात् कथं जानीमः अङ्गम् इति तत्र धातु एव यदा धातोः अन्तिमवर्णः अस्ति तदेव अङ्गम् इति चिन्तयामि धातोः अन्तिमवर्णः एव अङ्गमिति न धातुः तिङ् प्रत्ययस्य कृते अङ्गं भवति इति वक्तुमिच्छति भवान् तिङ् प्रत्यये कृते धातु अन्तिमवर्ण अङ्गं भवति किल न धातुः अन्तिमवर्णः अङ्गं भवति इति किमर्थं वदति सम्पूर्णधातुः अङ्गं भवति धातुरूपे सम्पूर्णधातु किमपि वर्णः अस्ति तदेव अङ्गम् किमपि वर्णधातुः इत्युक्ते वर्णानां समूहः एव अत्र धातुः खलु अतः धातुः एव साक्षात् अङ्गं भवति धातुः एव साक्षात् अङ्गम् इत्युक्ते अत्र किमर्थम् अन्तिमवर्णस्य चर्चा अस्ति इति चेत् धातुः एव अङ्गम् अस्ति परन्तु धातोः यः अन्तिमवर्णः अस्ति तदाधारीकृत्य वयं वदामः धातुः अदन्तं वा अनदन्तं वा कीदृश अङ्गम् इति तदर्थम् अन्तिमवर्णस्य चर्चा अत्र अदादिगणः प्रथमगणसमूहे नास्ति यतोहि तत्र धातुः तादृशधातुः नास्ति यस्य अन्ते ह्रस्वकारः अस्ति खलु अदादिगणे एकः अपि धातुः नास्ति यस्य अन्ते ह्रस्वकारः अस्ति अतः तत्र दीर्घ आकारान्तदातवः तु सन्ति इति कृत्वा तत्र अनदन्ताङ्गेषु अस्य गणना अस्य अदादिगणस्य गणना अनदन्ताङ्गेषु द्वितीयगणसमूहे तस्य गणना परन्तु अकारान्तदातवः नास्ति तत्र न सन्ति अदादौ गणे किल तस्मात् आकारान्त आकारान्तदातवः सन्ति ह्रस्व अकारान्तदातवः न सन्ति नास्ति तस्मात् द्वितीयसमूहे एव अस्ति अदादौ इति अस्ति इति कृत्वा अदादिगणः द्वितीयगणसमूहे अदादिगणः स्थापितः अस्तु समीचीनम् अस्तु धन्यवादः इति गणसमूह इत्युक्ते अत्र चत्वारः गणाः अदन्त यत्र अदन्तम् अङ्गं भवति षड्गणाः यत्र अङ्गम् अनदन्तं भवति इति वयं वदामः तत् कथम् इति चेत् अङ्गस्य अन्ते यः वर्णः अस्ति विकरणप्रत्ययस्य योजनानन्तरम् अङ्गस्य अन्ते यः वर्णः अस्ति तम् आधारीकृत्य वयं सामान्यतया कुर्मः प्रथमगणसमूहः द्वितीयगणसमूहः इति परन्तु अदादिगणे जुहोत्यादिगणे विलक्षणः अस्ति विलक्षणा परिस्थितिः यतोहि अदादिगणे विकरणप्रत्ययस्य लुक् भवति जुहोत्यादिगणे विकरणप्रत्ययस्य श्लू भवति इति कृत्वा धातोः अन्ते यः वर्णः अस्ति तम् आधारीकृत्य वयं वदामः अङ्गम् अदन्तं वा अनदन्तं वा इति पश्यामः. अङ्गम् अनदन्तं चेत् तत् द्वितीयगणसमूहे वयं स्थापयामः. उभयत्र जुहोत्यादिगणे अपि च अदादिगणे उभयत्र अङ्गस्य धातोः अन्ते ह्रस्वकारः नास्ति इति कृत्वा गणद्वयमपि द्वितीयगणसमूहे अस्ति. अस्तु अस्तु भगिनि, धन्यवादः. इदानीम् अरुणा भगिनी पठितुमिच्छति वा? आं भगिनि. तिङन्तपदानां तिङन्तपदानां सिद्ध्यर्थम् अदादिगणे वर्गद्वये विभक्तः, अजन्तदातवः हलन्तदातवः च. अधुना अजन्तदातूनां तिङन्तरूपाणि साधयाम. अदादिगणे हलन्तदातूनां कृते प्रथमतया हल् सन्धिः पठनीयः. साधारणभाषाज्ञानार्थं यः हल् सन्धिः सः तु नः चतुर्थ न पदस्य उत्पत्त्यर्थं हल् सन्धिः अस्माकं पाठे अपरेषु गणेषु हलन्तदातवः आसन्, परन्तु एतावता धातु तिङ्प्रत्ययोः मध्ये विकरणप्रत्ययः भवति स्म, अपि च विकरणप्रत्ययाः सर्वे अजन्ताः सन्ति. अतः अङ्गतिङ्प्रत्ययोः संयोजने हल् हल् इत्यनयोः मेलनं न जातम्, हल् सन्धेः च अवसरः न जातः. दिवादिगणे स्वादिगणे क्रियादिगणे क्रियादिगणे च विकरणप्रत्यय स्वयं हलादि, अतः हलन्तधातुः हलादिविकरणयोः संयोजनं तु भवति, परन्तु तत्र केवलं मेलनं भवति. इत्युक्ते तत्र हल् हल् इत्यनयोः संयोजने विकारः न भवति, अतः केवलं मेलनं तु सन्धिः. ओके, अदादिगणे वैशिष्ट्यमस्ति तिङ्गन्तपद प्रक्रिया द्वौ सः अजन्तदातवः हलन्तदातवः च. वयं पूर्वं तिङ्गन्तरूप अजन्तदातूनां सिङ्गन्तप्रयोगं अधुना अदन्त अङ्गस्य प्रकरणं पठामः. अदादिगणे हलन्तदातूनां कृते हल् सन्धिः पठनीयः प्रथमम्. अतः प्रथमं साधारण अजन्तदातूनां प्रक्रिया वयं पठामः. प्रेषु गणेषु हलन्तदातवः आसन्, परन्तु ते धातुः तिङ्प्रत्ययो मध्ये विकरणप्रत्यये अस्ति, अतः सर्वम् अजन्ताः भवति. उदाहरणमस्ति दिवादिगणे या प्रत्यय आगच्छति, स्वादिगणे नु प्रत्ययः, क्रयादिगणे न प्रत्ययः, विकरणप्रत्ययः अस्ति. अतः हल्सन्धिविषयम् अत्र आवश्यकं नास्ति, केवलं वर्णमेलनमेव. परन्तु अदादिगणे हलन्तदातूनां कृते हल्सन्धिज्ञानम् आवश्यकम्. हा, समीचीनं भगिनि. इत्युक्ते अत्र अदादिगणस्य यः पाठः अस्ति तस्य भागद्वयम् अस्ति, अजन्तदातूनाम् अध्ययनं प्रथमतया, तदनन्तरं हलन्तदातूनाम् अध्ययनं. यतोहि हलन्तदातूनाम् अध्ययने विशिष्टसूत्राणां ज्ञानम् अपेक्षितं, हल्सन्धिसूत्राणां ज्ञानम् अपेक्षितं. सामान्य हल्सन्धिसूत्राणि न सन्ति, यथा स्तोः शुनाष्टुः अष्टुनाष्टुः इति एतादृशसूत्राणां नास्ति, परन्तु इतोपि विशिष्टसूत्राणाम् अपेक्षा वर्तते. अष्टमाध्यायस्य द्वितीयपादे यानि सूत्राणि पदान्ते अपि च झलिपरे यानि सूत्राणि प्रवर्तन्ते तेषाम् अध्ययनम् अपेक्षितमस्ति इति कृत्वा तस्य विषये वयम् अग्रे चर्चयिष्यामः. हल्सन्धिः इति यः पाठः अस्ति तस्य चत्वारः भागाः सन्ति, चत्वारि करपत्राणि सन्ति, तेषां सर्वेषाम् अध्ययनानन्तरं तदनन्तरम् अदादिगणस्य हलन्तदातूनाम् अध्ययनं भविष्यति इति अत्र विषयः अस्ति. तर्हि अस्तु भगिनी धन्यवादः. इदानीम् उमा भगिनी पठति वा? धन्यवादः भगिनि. पठामि भगिनि, श्रूयते वा? आम्. अगादिगणे यथावत् धातुः अस्ति तत्र साक्षात् परे ति आयाति, वच् योगः ति वक्ति. अत्र ककारः ककारः जातः, विषयः च हल् सन्धि इति. जुहोत्यादिगणे रुधादिगणे च अपि तादृशः हल् सन्धेः विषयः आयाति. अतः प्रथमम् अगादिगणस्य अदन्तदातवः अस्माभिः परिच्यन्ते, तदा जुहोत्यादिगणस्य अजन्तदातवः तदा जुहोत्यादिगणः. परं हल् सन्धि इति विषयः परिशीलनीयः. अनन्तरम् अगादिगणस्य जुहोत्यादिगणस्य रुधादिगणस्य च अजन्तदातवः अवलोकनीयाः. रुधादिगणे अजन्तदातवः न सन्ति एव. अत्र उदाहरणं दत्तं, वच् धातुः वच् योगः ति वक्ति, चकारः चकारः इन् वच् कृतं ककारः वैदसूत्रात् चोकुः इति जातः, विषयः च हल् सन्ति. यथाविधं जुहोत्यादिगणे रुभादिगणे च दृश्यन्ते. अगादिगणस्य अजन्तदातवः वयं पठिष्यामः. तदनन्तरं जुहोत्यादिगणः अजन्तदातवः पठितव्यम्. ओके, अत्र हल् सन्धिः एव अस्ति. अगादिगणस्य विवरणं पठित्वा शेषं पठित्वा तदनन्तरं जुहोत्यादिगणः रुदादिगणः हलन्तदातवः अवलोकनीयाः. रुदादिगणे अजन्तदातवः सन्ति, अजन्तदातवः हलन्तदातवः सन्ति. समीचीनं. पाठ्यक्रमः कथं भवति इति अत्र उक्तं. भगिनी कृपया म्यूट् करोतु. हा, इत्युक्ते प्रथमतया अजन्तदातूनाम् अध्ययनम्, अदादिगणे जुहोत्यादिगणे अजन्तदातूनाम् अध्ययनं यत्र हल् सन्धेः अवसरः नास्ति, तदनन्तरम् अदादिगणे जुहोत्यादिगणे यत्र हल् सन्धेः अवसरः भवति, अनन्तरं रुदादिगणः रुदादिगणे सर्वे दातवः हलन्तदातवः अतः तत्र प्रचुररूपेण हल् सन्धिः भवति इति कृत्वा तस्य अध्ययनम् अन्ततो गत्वा भवति इति क्रमः. यदा वयं रुदादिगणं वयं पठिष्यामः तदानीं तत्र तिङन्तरूपाणां सम्यक्तया सम्पूर्णतया समाप्तिः भवति. तदनन्तरं तत्र शतृप्रत्ययान्तानां सार्वधातुककृत् प्रत्ययानाम् अध्ययनं भविष्यति. अस्तु, तर्हि शत्रुशान इत्यनयोः अध्ययनम्. अस्तु, तर्हि इदानीम् अग्रे सूर्यकुमारी भगिनि. आम् भगिनि, पूर्वमेव अस्माभिः ज्ञातं, पूर्वमेव अस्माभिः ज्ञातं यत् सार्वधातुकलकारेषु क्रियापदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. प्रथमसोपानं विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं, तदा धातुविकरणप्रत्ययोः मेलनं. द्वितीयं तिङ्प्रत्ययः प्रत्ययसिद्धिः. तृतीयं तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं, तदा अङ्गं तिङ्प्रत्ययोः मेलनं. तत्र वयं जानीमः त्रीणि सोपानानि सन्ति. प्रथमं धातुविकरणप्रत्ययोः अङ्गकार्यं, तदनन्तरं धातुविकरणप्रत्ययोः मेलनं, द्वितीयं तिङ्प्रत्ययसिद्धिः, तृतीयं तिङ्प्रत्ययनिमित्तक अङ्गकार्यं, तदा अङ्गतिङ्प्रत्ययोः मेलनमिति. विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं प्रथमसोपानं. कुत्रापि किमपि कार्यं नास्ति यतः सेप् विकरणप्रत्ययस्य लुक् भवति, अतः सेप् न दृश्यते न वा अङ्गकार्यस्य निमित्तं भवति. वयम् अदादिगणविषये पठामः, तत्र विकरणप्रत्ययस्य लुक् भवति, तत्र धातुविकरणप्रत्ययो विषये प्रथमसोपानं नास्ति. अङ्गकार्यम् अथवा मेलनमपि नास्ति. द्वितीयसोपानम् एव प्रथमकार्यं, तिङ्प्रत्ययसिद्धिः इति. अदादिगणे अङ्गम् अनदन्तम्, अतः अनदन्ताङ्गानां कृते सिद्धिङ्प्रत्ययाः भवन्ति. धातुद्वयस्य दरिद्रा जागृ द्वयो धातोः कृते विशेषकार्यं वर्तते. अस्मिन् पाठे यत्र तयोः विवरणमस्ति तत्रैव इदं कार्यं प्रदर्शयिष्यते. तौ द्वौ विहाय यत्र अङ्गम् अनदन्तं तत्र तथा सर्वेषां धातूनां कृते सिद्धिङ्प्रत्ययाः तदा अत्रापि. अतः अदादिगणे तिङ्प्रत्ययाः एते एव. अग्रे पठामि वा भगिनि? सिद्धप्रत्ययः के इति एकवारं वदतु. प्रथमं परस्मैपद तिङ्प्रत्ययाः अनदन्ताङ्गविषये तीतः अन्ति लट्लकारः लट्लकारः तीतः अन्ति सीतः ता मी वह मह लोट्लकारः तु तात् ताम् अन्तु हि तात् तं ता आनि आव आम लङ्लकारः ताम् अन् स तं त अं वा मा विधिलिङ्लकारः यात् यातां युः याः यातं याता यां याव याम परस्मैपदी क्षम्यताम् आत्मनेपदं लट्लकारः ते आते अते से आते द्वे ये वहे महे लोट्लकारः परस् आत्मनेपदी ताम् आताम् अतां स्व आतां त्वम् ऐ आवहै आमाय लङ्लकारः त आताम् अत ताः आतां त्वम् ई वहि महि विधिलिङ्लकारः ईता इयातां ईरन् ईताः इयातां ईध्वम् इय ईवहि ईमहि. हा समीचीनं भगिनि, सम्यक् सम्यक्. अस्तु, धन्यवादः. अत्र नूतनविषयः नास्ति, सर्वं पूर्वम् अधीतमेव, अतः किञ्चित् अग्रे गच्छामः. इदानीम् अग्रे उषा भगिनी पठति वा? आं भगिनि, नमस्कारः भगिनि. नमस्कारः. तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम्. अत्र कार्यं वर्तते यत्र प्राप्तिः अस्ति. अष्टप्रकाराः अजन्तदातवः सन्ति, अष्टप्रकाराः प्रकारकाः अजन्तदातवः सन्ति. अदादिगणे षट्, यतः अकारान्तदातवः ऋकारान्तदातवः च न सन्ति. तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा तिङ्प्रत्ययोः मेलनं. धातुना साक्षात् तिङ्प्रत्ययः दृश्यते. तत्र तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम् इत्यस्य कृते कार्यं वर्तते. अष्टप्रकाराः अजन्तदातवः सन्ति. अष्ट अकारादि अकारादि इति अत्र अकारान्त ह्रस्व अकारान्तदातवः इति आकारान्तधातुः अस्ति, अकारान्तधातुः इति नास्ति. अदादिगणे अदादिगणे षट् यतः अकारान्तदातवः अकारान्तदातवः अदादिगणे षट् सो आकारान्त आकारान्त अतः कारान्त अपि अस्ति एङ्गल्स् ओके. ऋकारान्तदातवः च न सन्ति अदादिगणे षट् एव अदादिगणे षट् सो अजन्त अष्टप्रकाराकाः इति कृते ह्रस्व के अष्टप्रकाराः के अष्टप्रकारकाः के अकार आकार इकार ईकार उकार ऊकार अर्कार ऋकार तथा एव अष्ट अस्ति. सप्त एव अभवत्. हा सप्त एव ओ अकार आकार इकार ईकार उकार ऊकार ऋकार ऋकार ऋकारान्तदातवः च न सन्ति. ओ न अष्ट अष्टमप्रकारः कः एजन्तदातवः एजन्त ओ एजन्तदातवः आम् आते च उपदेशे इति अपि अस्तु. बट् परन्तु अदादिगणे षट् एव ओके. यतः अकारान्तदातवः अपि च ऋकारान्तदातवः च न सन्ति. आकारान्तदातवः सन्ति, पञ्चदशदातवः सन्ति. या वा भा श्ना स्रा द्रा सा पा रा ला दा क्या प्रा मा दरिद्रा इति धातोः सन्ति. सामान्य आकारान्तदातवः यत्र संयुक्त या वा श्ना श्ना अस्ति श्रा द्राप्सा पा रा ला दा क्या पा प्रा मा ओ दरिद्रा इति एकान्त एकाचना अस्ति. दरिद्रा इति विशेष आकारान्तदातुः विशेष आकारान्तदातुः आम् आम् आं भगिनि. अग्रे लङ्गः शाकटायनस्यैव इति सूत्रम् अस्ति. आकारान्तात् धातोः लङ्गि जेः जुस् आदेशः भवति शाकटायनस्य मतेन. शाकटायनः कश्चन वैयाकरणः आसीत् पाणिनेः पूर्वम्. अनेन अनेन परस्मैपदे लङ्गि प्रथमपुरुष एक बहुवचने विकल्पेन अन् उः इत्येतौ तिङ्प्रत्ययौ भवतः. लङ्गः षष्ट्यन्तं शाकटायनस्य षष्ट्यन्तम् एव अव्ययपदं त्रिपदमिदं सूत्रम्. आतः इति सूत्रस्य आतः इति सूत्रस्य अनुवृत्तिः भवति झे जुस् इत्यस्मात् जेहे जुस् इत्यनयोः अनुवृत्तिः. धातोः इत्यस्य अधिकारः पञ्चम्यन्तम् एकपदमितम् एकपदमितं सूत्रं धातोः इत्यस्य अधिकारः पञ्चम्यन्तम् एकपदमितं सूत्रम्. अत्र आतः धातोः अस्मिन् सूत्रे आयाति. अनुवृत्तिसहितसूत्रं शाकटायनस्य एव अस्य मते एव लङ्गः आतः धातोः जेहे जुस् इति अस्ति. सूत्रं वदति आकारान्तात् धातोः लङ्गीरूपम् इष्टं भवति चेत् लङ्गि जेहे जुस् जेहे इति प्रथमपुरुष बहुवचन प्रत्ययः. जेहे जुस् आदेशः भवति शाकः प्रथमपुरुष बहुवचन कुत्र लङ्गि लङ्गि लङ्गि लकारे परस्मैपदे वा आत्मनेपदे वा जेहे इति अस्ति इत्यनेन जी इत्यस्य स्थाने इति भवति तिप्तस् जी सो परस्मैपति परस्मैपति एव परस्मैपति लङ्गि परस्मैपति लङ्गि प्रथमपुरुष बहुवचने विकल्पेन अन् उ इत्येतौ तिङ्प्रत्ययौ भवतः. अन्नपि अस्ति अनेन, अपि च उः इत्यपि अस्ति, उ लट् अस्ति, परन्तु अत्र शाकटायनस्य शाकटायनः इति शाकटायनः इति कश्चन वैयाकरणः पाणिनेः पूर्वम् आसीत्। तस्य मतेन एव परस्मैपते लङ्गेः लङ्गि कृते प्रथमपुरुष बहुवचन विकल्पेन नास्ति। तस्य मतेन लङ्गः आतोः धातोः कृते एव जेः जुस् भवति इति, जुस् इति उः, जेः जुस् उः इति भवति, तिङ् प्रत्ययौ कथं भवति उः, जेः जुस् जकारः जेः जुस् जेः जि जेः जुस् जकारः जकारः आतनिषः प्रत्यय चुटु चुटु चुटु इत्यनेन अकारस्य का गतिः चकारः चु इति अनेन लोपः भवति, तस्य लोपः जेः जुस् उस् एव सकारस्य का गतिः सकारः न विभक्तौ तु स्माः इत्यनेन सिद्ध्य तिष्ठति उः इति भवति न विभक्तौ इत्युक्ते केन सूत्रेण अपगच्छेत् सकारः केन सूत्रेण अपगच्छेत् सकारः हलन्त्यम् इत्यनेन अपगच्छेत् परन्तु न विभक्तौ तु स्माः इत्यनेन सकारः तिष्ठति तथा उः इति प्रत्ययः सिद्ध्यति। जि इत्यस्य कुत्र भवति जुस् जि इत्यस्य कुत्र भवति जि इत्यस्य कुत्र भवति उः सिद्ध्यति ओ जकारस्य पूर्णस्थाने जेहे इति अस्ति इत्यनेन जि इत्यस्य षष्ठी विभक्ति जेहे इति अस्ति इत्यनेन आदेश प्रथमपुरुषे बहुवचने भवति सामान्यतया कुत्र भवेत् अन्तिमवर्णस्य अलोन्तस्य इत्यनेन अन्त्यवर्णस्य स्थाने परन्तु अत्र अनेकाल्षित् सर्वस्य अनेकाल्षित् सर्वस्य इति सूत्रेण अनेक अल् अस्ति इत्यनेन जेः जकार इकार अस्ति इत्यनेन पूर्ण स्थाने जेः स्थाने उः इति प्रत्ययः सिद्ध्यति। आतः धातोः इति षष्ट्यन्तम् आतः अपि धातोः आदन्तधातोः कृते एव शाकटायनस्येन तथा शाकटायनस्येन आ उः इति प्रत्ययः सिद्ध्यति। सम्यक् समीचीनम् इत्युक्ते अत्र शाकटायनस्येव इति उक्तत्वात् पाणिनेः मतं भिन्नम् इति अवगम्यते, अतः पाणिनेः मतानुरोधेन अन् इति एव प्रत्ययः बहुवचनान्तप्रत्ययः प्रथमपुरुष बहुवचने अन् इति एव प्रत्ययः, परन्तु शाकटायनस्य मतेन तु उस् इति प्रत्ययः इति कृत्वा विकल्पेन एव भवति इदं कार्यम्, अतः एकस्मिन् पक्षे अन् अन्यस्मिन् पक्षे उः। तर्हि शाकटायनस्य एव मते लङ्गः आतः धातुः इत्यनेः कः भावः कः सम्बन्धः आतः धातोः अनन्तरं जेः अस्ति चेत् आतः धातोः पञ्चम्यन्तम् आतः धातोः अनयोः कः सम्बन्धः कीदृशभावः आदन्तधातोः विशेषविशेष भावः अस्ति खलु तर्हि येन विधिस्तदन्तस्य इत्यनेन आदन्तधातोः इति सिद्ध्यति अकारान्तधातोः धातोः अकारान्तधातोः इति समीचीनं समीचीनं सम्यक् अस्तु धन्यवादः भगिनि धन्यवादः इदानीम् अग्रे गच्छामः तर्हि किं विजया भगिनी अग्रे पठति वा अत्र लङ्गः शाकटायनस्य इव आकारान्तात् धातोः लङि तदभवत् भगिनि अग्रिमपरिच्छेदः इत्यनेन जुस् जुस् आदेशः कथं न भवति लोटि इत्यस्मिन् विषये महती चर्चा केचन वदन्ति यत् विदोल्लटो वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः अनयोः सूत्रयोः येन लोटि अप्रसक्तेः अनुमतिः स्यात् अन्ये वदन्ति यत् लङ्वत् इत्यस्मिन् वती प्रत्ययः नानित्यः वती पदघटितम् अनित्यम् इति प्रसिद्धवाक्यम् अतः न अत्र नानित्यः इत्यस्य सारांशः एवं यत् लोटि लङ्गः स्वभावः अध्यारोप्यते किन्तु लक्ष्यम् अधिकृत्य यत्र फलं न अपेक्षते तत्र प्रसक्तिः न भवति अतः लङ्गः शाकटायनस्यैव इति सूत्रेण कार्यं भवति लङ्गि किन्तु लोटि न अपेक्षते अतः लङ्वत् इति तत्र न गच्छति अत्र ज्यूस् इति आदेशः कथं न लोटि मध्ये न भवति इति अत्र बहवः विचारः एतत् विषये अभवत् एव किमर्थं लोटि भवेत् किमर्थं लोटि भवेत् लङ्गः शाकटायनस्य इति सूत्रे लङ्गः इति उक्तं खलु किमर्थं लोटि भवेत् कः प्रसङ्गः अत्र अत्र लङ् विषये एव सूत्रं तु लङ् विषये लोटः लङ्वत् सत्यं लोटो लङ्वत् इति अस्ति खलु सूत्रं तेन सूत्रेण लोट् लकारः लङ् लकार लकारवत् भवति इति वदति तर्हि लङ्लकारे जुस्सादेशः भवति चेत् लोट्लकारे अपि भवेत् खलु तर्हि किमर्थं न क्रियते इति प्रश्नः तस्य विषये चर्चा इदानीम् अत्र एकः अत्र न नित्यः वती पदघटितम् अनित्यम् इति प्रसिद्धवाक्यमस्ति अतः तत्र लोटि लङ्गः स्वभावः अध्यारोप्यते इति भवति अत्र अत्र लक्ष्यं किं लक्ष्यम् इत्युक्ते अत्र लङ्वत् लङ्गः शाकटायनस्य इति भगिनि भगिनि अत्र क्रमेण गच्छतु प्रथमतया विदो लटो वा इत्यस्य विषये वदतु तदनन्तरम् अग्रे वतिपदघटितम् अनित्यम् इत्यस्य विषये अहम् अस्वस्थ अस्मि महोदय समीचीनम् अस्तु अस्तु अस्तु तर्हि नास्ति चिन्ता तर्हि किं लक्ष्मीभगिनी वदतु लक्ष्मीभगिनी अपि नास्ति अत्र अस्तु विजयलक्ष्मीभगिनी वदतु प्रयत्नं करोमि अत्र लोट् विषये लङ् विषये तु उक्तं यत् लङ्गः शाकटायनस्यैव इति विकल्पेन भवति इति लोटो लङ्वत् इति सूत्रं वदति यत् यत्किमपि लङ् लकारे भवति तद् लोट् विषये अपि तदेव भवति इति अतः अग्रिमपरिच्छेदे लङ् लङ्गः शाकटायनस्यैव इत्यनेन जुस् आदेशः भवति वा न वा इत्यस्य महती चर्चा. केचन वदन्ति यत् विदो लटो वा इत्यस्मात् विदो लटो वा इति पाणिनीयसूत्रमेव इत्यस्मात् वा इत्यस्य अनुवृत्तिः अनयोः सूत्रयोः येन लोटि अप्रसक्तेः अनुमतिः स्यात्. पूर्वस्मात् सूत्रात् वा विदो लटो वा इति सूत्रात् वा इत्यस्य अनुवृत्तिः कृत्वा लङः शाकटायनस्यैव इति सूत्रे वा इति भवति चेत् लोट् लकारे एतस्य प्रसक्तिः सूत्रयोन लोटि अप्रसक्ते वा इति अस्ति इति कृत्वा लोट् लकारे लङः शाकटायनस्यैव इति सूत्रस्य प्रसक्तिः न भवति न भवितुम् अर्हति इति केचन वदन्ति न भवेत् इति केचन वदन्ति. अन्ये किं वदन्ति अन्ये वदन्ति यत् लङ्वत् इत्यस्मिन् वती प्रत्ययः न नित्यः. लङ्वत् लोटो लङ्वत् इति सूत्रे यद्वत् इति अस्ति तत् वति प्रत्ययः नित्यः नास्ति अतः वति पदघटितम् अनित्यम् इति प्रसिद्धवाक्यमस्ति. तस्य वाक्यस्य किं वाक्यबलात् तस्मात् वाक्यबलात् केचन वदन्ति यत् अस्मिन् प्रसङ्गे लोटः लङ्वत् न भवति नित्यः इति न भवति अतः अत्र लोटः लङ्वत् न भवति अदादिगणे इति केचन वदन्ति. सारांशः एवं यत् लोटि लङः स्वभावः अध्यारोप्यते किन्तु लक्ष्यम् अधिकृत्य यत्र फलं नापेक्षते तत्र प्रसक्ति न भवति. फलं यत्र न इच्छन्ति तत्र बलात् तस्य किम् आरोपणं न अध्यारोपणं क्रियते इति सारांशः. अतः लङः शाकटायनस्यैव इति सूत्रेण कार्यं केवलं लङि एव भवति लोटि न अपेक्षते अतः लङ्वत् इत्यस्य अस्मिन् गणे न कोऽपि किम् अध्यारोपणं भवति. सम्यक् भगिनि इति एव विषयः अस्ति इति एव विषयः इत्युक्ते लङ्गः शाकटायनस्यैव इति सूत्रमस्ति लोटो लङ्वत् इति अपि सूत्रमस्ति लोटो लङ्वत् इति सूत्राधारेण लोट् लकारः लङ्वत् भवेत् चेत् लङ्गः शाकटायनस्य इत्यनेन जुसादेशः लोट् लकारे अपि भवेत् परन्तु लोट् लकारे तादृशरूपं न दृश्यते जुस् प्रत्ययं योजयित्वा रूपं न दृश्यते अतः तत्र कार्यं न स्यात् लङ्घः शाकटायनस्य एव इत्यस्य कार्यं लोट् लकारे न स्यात् तदर्थं किमपि वक्तव्यं तत्र अत्र वैयाकरणाः चिन्तयन्ति कथं तत्र अस्य सूत्रस्य निराकरणं लोट् लकारे कथं कर्तुं शक्यते इति चेत् तदर्थं ते वदन्ति विदो लटो वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः भवति लोटो लङ्वत् इति सूत्रे वा इत्यस्य अनुवृत्तिः यदा भवति तदानीं लोटो लङ्वत् इति सूत्रस्य कार्यं सर्वदा न भवति यत्र इष्यते तत्रैव भवति इत्युक्ते व्यवस्थितविभाषा यत्र इष्यते तत्र भवति यत्र न इष्यते तत्र न भवति इति तादृशं वयं स्वीकर्तुं शक्नुमः इति एकं मतम्. अन्ये किं वदन्ति इति चेत् लोटो लङ्वत् इत्यत्र लङ्वत् इत्यत्र वत् वत् वतिप्रत्ययः अस्ति वत्प्रत्ययः अस्ति तर्हि वत्प्रत्ययः अस्ति चेत् अतः वतिप्रत्ययः, वतिप्रत्ययः अस्ति चेत् वतिप्रत्ययः यत्र योजितं तत्र कार्यम् अनित्यम् इत्युक्ते लङ्वत् अस्ति चेत् सर्वदा भवति इति न अर्थः. लङ्वत् कदाचित् भवति, कदाचित् न भवति. अतः तत् कार्यम् अनित्यं, यत्र इष्यते तत्र भवति, यत्र न इष्यते तत्र न भवति. तदर्थमेव वयं वदामः खलु तत्र अनित्यम् इति वदामः. अतः अत्र लोट् लकारे लङ्गः शकटायनस्यैव इत्यस्य कार्यं नापेक्षितम् इति कृत्वा तत्र तत्र कार्यं न भवति. अतः वतिप्रत्ययः अनित्यः इति उक्त्वा कुत्रचित् भवति, कुत्रचित् न भवति. अत्र न इष्यते लोट् लकारे न इष्यते उत्सादेशः इति कृत्वा अत्र न भवेत् इति कथञ्चित् समर्थनीयं तावदेव. अत्र कार्यं न इष्यते लङ्घः शकटानस्य इत्यस्य कार्यं न इष्यते, परन्तु सूत्रे किमपि न उक्तं लोट् लकारस्य विषये, किमपि न उक्तं. लोटो लङ्वत् इत्यपि सूत्रमस्ति, तत् किं कथं वक्तुं शक्नुमः इति चेत् वैयाकरणः चिन्तनं कृत्वा एवं समर्पयन्ति इत्युक्ते समर्थयन्ति तर्काधारेण. अस्तु, सम्यक् भगिनि. तत्र प्रसिद्धवाक्यम् इत्युक्ते वार्तिकं, वार्तिकं नास्ति, वार्तिकं नास्ति इत्युक्ते लोकव्यवहारे तादृशवाक्यम् अस्ति वतिपद वदिपदघटितम् अनित्यम् इति. ओके, धन्यवादः. इत्युक्ते इत्युक्ते यत्र बालकद्वयं वर्तते, एकः बालकः अन्यबालकवत् व्यवहरति. ओके, अन्यबालकवत् व्यवहरति इत्युक्ते सर्वदा अन्यबालकवत् व्यवहरति वा? न, प्रायेण व्यवहरति तथा, परन्तु सर्वदा व्यवहरति इति नास्ति खलु. यदा यदा ट्विन्स् भवन्ति तदानीमपि एकः द्वयोः व्यवहारः समानरीत्या भवति, परन्तु तत्रापि भेदः अस्ति खलु. कदाचित् एकः भिन्नरीत्या करोति, अन्यः अन्यरीत्या करोति, तथा भवितुमर्हति खलु. सर्वदा समानरीत्या भवति इति नास्ति खलु. लोके तु तत्र तादृश किं डैवर्सिटि अस्ति खलु. एकं वस्तु अन्यवस्तुवत् न भवति, सर्वदा न भवति, कदाचित् भवति, कदाचित् न भवति इति कृत्वा अनित्यम् इति वयं वदामः. लोट् लकारः लङ्वद् भवति, प्रायेण भवति, कदाचित् न अपि भवति इति अर्थः. धन्यवादः भगिनि. अस्तु, लक्ष्मी भगिनी पठितुमिच्छति वा? भवत्याः कनेक्षन् सम्यक् नास्ति इति भवति. आं भगिनि, पठामि भगिनि. सत्यमेव. नमस्ते भगिनि. नमस्कारः. उस्य पदान्तात् अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूपम् एकादेशः भवति. आत् गुणस्य अपवादः अवा योग उः, अव् योग उः, अवुः. न पदान्तम् अपदान्तं, तस्मात् अपदान्तात्. उसि सप्तम्यन्तम् अपदान्तात् पञ्चम्यन्तं द्विपदमिदं सूत्रम्. आद्गुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः, इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अनुवर्तते अत्र, यतोहि परेषु सूत्रेष्वपि तस्य आवश्यकता. येङि पररूपम् इत्यस्मात् पररूपम् इत्यस्य अनुवृत्तिः, एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम्. अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपं संहितायाम्, अन्यत्र सन्धिः एव भवति. अत्र नूतनसूत्रम् अस्ति उस्य पदान्तात्. अत्र अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूप एकादेशः भवति इति विषयः अस्ति. अत्र सामान्यतया आद्गुणस्य प्रसक्तिः अस्ति, यतोहि अकारात् परे उकारः अस्ति चेत् अत्र आद्गुणः भवति, ओकारः स्यात् गुणसन्धिकार्यं भूत्वा. किन्तु अस्मिन् प्रसङ्गे इत्युक्ते अपदान्तः अस्ति, तत्र अकारः अस्ति, अन्ते अकारात् परे उस् प्रत्ययः यत्र भवति तत्र अकार उकारयोः स्थाने उकारः एव तिष्ठति इति इदं सूत्रं वदति. अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पूर्वरूपं संहितायाम् इति अनुवर्तिसहितसूत्रमस्ति. उदाहरणरूपेण अत्र दत्तम् अवा योग उः, अत्र अव् योग उः अव् आकारः केन सूत्रेण लुप्यते आकारस्य लोपः भवति अत्र ततः परम् उः प्रत्ययः यथा भवति तथा अवयोग उः अत्र हा अनेन एव लोपः इति नास्ति अत्र एव आकार उकारयोः एकः उकारः एव तिष्ठति इति उस्य पदान्तात् इति सूत्रेण उक्तत्वात् अवा इत्यस्य आकार उः एव तिष्ठति न इति पुनः एकवारं वदतु अवायोगः उः उस् इत्यत्र किं भवति आकार उकारयोः स्थाने पररूप एकादेशः अतः उ इति एव तिष्ठति उ इति एव तिष्ठति आकारस्य लोपः इति न वक्तव्यं किन्तु द्वयोः पूर्वपरयोः स्थाने उः तिष्ठति इति उक्तवती सम्यक् अत्र उस्य पदान्तात् इति सूत्रस्य प्राप्तिः अस्ति आद्गुणः न सम्भवति इति इदं सूत्रं वदति अनुवृत्तिसहितसूत्रमेकवारम् अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपं संहितायाम् इति अनुवृत्तिसहितसूत्रं पदानां सम्बन्धः अपदान्तात् इत्युक्ते अत्र पदान्तः नास्ति अपदान्तम् अस्ति अपदान्ते अकारः अन्ते वर्तते आत् अत्र आत् इति चेत् अकारात् इति अतः द्वयोः पञ्चमी अस्ति पदान्तात् आत् पञ्चम्यन्तम् अस्ति विशेषविशेषणभावः अस्ति अत् इति अत्र एकक्षणम् अपदान्तात् आत् इत्यत्र अन्ते अस्ति इति चेत् कः अर्थः अपदम् अस्ति अपदस्य अन्ते अकारः वर्तते इति अपदस्य अन्ते इति वा इति तादृश अर्थः अपदं न पदान्तम् अपदान्तं तर्हि पदान्तं नास्ति इति अर्थः खलु पदान्तं नास्ति क्षम्यतां पदान्तं नास्ति पदान्तात् आत् अपदान्तात् इति पञ्चम्यन्तम् अस्ति पदान्तात् इत्युक्ते पदनिर्माण अवसरे इत्युक्ते धातोः अन्ते आकारः अस्ति अङ्गस्य अन्ते आकारः अस्ति तदनन्तरम् अचि उसि अस्ति अत्र अजादि उस् प्रत्ययः इति उक्तं द्वयोः सप्तम्यन्तमस्ति अचि उसि इति तर्हि उस् इति विशेष्यमस्ति अचि इति विशेषणं स्यात् किन्तु इदं किमर्थम् इति सम्यक्तया न अवगच्छामि उकारः इति अजादिप्रत्ययः एव तथापि अत्र अचि उसि इति पृथक्तया उक्तं खलु उस् इति अजादि एव अस्ति तथापि अचि उसि उक्तत्वात् अजादि उस् प्रत्ययः यथा भवति परे तथा एकपूर्वपरयोः पररूप एकादेशः भवति इति उक्तम् गुणस्य अपवादः खलु गुणस्य अजादि उसि किमर्थमिति भवत्याः प्रश्नः खलु आम् आम् इत्युक्ते उसि उस् प्रत्ययः सर्वदा अजादि एव भवति इति न कदाचित् उस् प्रत्ययस्य परिवर्तनं जायते तत्र विधिलिङ्गकारे विधिलिङ्गकारे जेः जुस् भवति खलु जेः जुस् जेः जुस् इत्यनेन उः एव भवति खलु उः भवति परन्तु यासुट् इति यदा प्रत्ययः भवति तत्र यास्योगः उः तदानीं युः इति प्रत्ययः युः इति प्रत्ययः अजादि नास्ति तत्रापि उस् अस्ति अतः आगमः भवति तर्हि प्रत्ययस्य भागः भवति इति कारणात् यत्र प्रत्ययः अजादि उसि अस्ति तदानीम् अत्र अस्य कार्यं भवति अस्तु तर्हि अपदान्ते अकारात् परे अजादि उस् प्रत्ययः यथा भवति तथा पूर्वपरयोः स्थाने पररूप एकादेशः तिष्ठति, तर्हि उस् प्रत्ययः तिष्ठति इति अर्थः स्यात्. गुणसन्धिः न सम्भवति. अग्रे अग्रे यथा वा धातुः वा योग अन्ति अकसवर्णे दीर्घः वान्ति, अवायोग अन् इत्यत्र अवान्. अग्रे चतुर्षु लकारेषु तिङ्गन्तरूपे अत्र वान्ति अकसवर्णे दीर्घ इत्यनेन वान्ति, अवायोग अन् इत्यत्र अवान् इति उक्तम्. अत्र सन्धिः एव तावदेव. हा सन्धिः एव भवति अत्र उस् पदान्तात् इत्यस्य प्रयोगः न तत्र अस्मात् उदाहरणात् पूर्वम् एकं वाक्यं भवती त्यक्तवती अन्यत्र सन्धिः एव भवति इति उक्तं. तत् पठितवती पूर्वं पठितवती अन्यत्र सन्धिः एव भवति. हा इत्युक्ते सूत्रेण सह न पठनीयं, सूत्रेण सह न पठनीयं, तदनन्तरं क्षम्यता. हा अन्यत्र सन्धिः एव भवति यथा वा धातुः वा योग अन्ति अकसवर्णदीर्घः इत्यनेन वान्ति, अवायोग अन् अवान् इति अत्र सन्ति. इत्युक्ते अस्मिन् करपत्रे फार्मेटिक् सम्यक्तया न कृतम् इति कृत्वा एतादृशक्लेशः. इत्युक्ते तत्र स्पेसिङ्ग् अपेक्षितः अस्ति, सूत्रस्य अनन्तरं स्पेसिङ्ग् अपेक्षितः अस्ति, सूत्रस्य अनन्तरं स्पेसिङ्ग् नास्ति इति कृत्वा सूत्रस्य भागः इति विचिन्त्य तथा पठितं. परन्तु अत्र स्पेसिङ्ग् सम्यक् करणीयम्. यदा अस्माभिः वेब्सैट् मैग्रेशन् कृतं खलु तदानीं केनचित् एवं रीत्या कृतमस्ति वस्तुतः. अस्तु समीचीनं भगिनि, धन्यवादः. इदानीं तत्र रूपाणि वयं पश्यामः. वा धातोः रूपाणि तत्र शोभाभगिनी आरब्धुमिच्छति वा? लटि. आं भगिनि, लटि वा इति धातुः. अस्तु तर्हि तत्र लटि ते आते अते क्षमतां तीतः अन्ति वाति वातः वान्ति मध्यमपुरुषे सीथः था वासी वाथः वाथ उत्तमपुरुषे नी वहमः वामि वावः वामः इति भवन्ति. सम्यक् अस्तु, धन्यवादः भगिनी. अग्रे मीना भगिनी लोटि. अस्ति वा भगिनि? अस्ति भगिनि. कुत्र भगिनि? विच् वा धातु? वा धातोः, वा धातुः. अधिकचिन्तनस्य अपेक्षा नास्ति, बहु सरलमस्ति. वदतु. सुतामं तु हि एकं तादृशमेव. वातु वातां वान्तु. रूपद्वयम् अस्ति खलु प्रथमपुरुषे एकवचने. तु तत्र वातु वातात् वातं तु तां वातां वान्तु वा गीतं च तत्र अथवा वा कि तत्र वा हि खलु हि प्रत्ययः वातात् वातात् वातात् वा हि अत्र ह्रस्वकारः नास्ति. वा हि वा वातं वात आनि आवाम तत्र वाणि वाणि वाव वाम शिक्षम्यतां भगिनि. नास्ति चिन्ता, नास्ति चिन्ता. तर्हि अग्रे उषा भगिनी करोति वा लङ्गि? आं भगिनि. वा धातु लङ्गिरूपम् अवात् अवाताम् अवान् अपि च अवुः. अवुः कथं जातम्? अवुः शाकटायनस्य मतेन आतः धातोः कृते ज्युस् इत्यनेन ऊः एव सिद्ध्यति इत्यनेन ऊस् प्रत्ययः भवति. सो तम् अन् अन् अपि अस्ति पाणिनेः मतेन मतानुसारं मतानुसारं न इदानीं सम्पूर्णतया न उक्तम् अवायोगः उस् किं भवति अवायोगः उस् अनन्तरं उस्यपदान्तात् उस्यपदान्तात् इत्यनेन अवायोगः अवा इति अस्ति उः इति प्रत्ययः आयाति आकारस्य ऊकारस्य स्थाने पूर्वपरयोः पररूपमेव अस्ति इत्यनेन उस्यपदान्तात् इत्यनेन पररूपमेव सिद्ध्यति औः इति भवति विकल्पेन विकल्पेन अवायोगः अन् अवायोगः अन् अवान् भवति अकसवर्णे दीर्घः इत्यनेन अकसवर्णे दीर्घः इत्यनेन आम् आकारस्य योगः अकारः आकारः एव तिष्ठति अस्तु सो अवात् अवाताम् अवुः अवान् अनन्तरं मध्यमपुरुष एकवचनं अवाः अवातम् अवात अवाम् अवाव अवाम खलु भगिनि समीचीनम् अस्तु अवाम् अवाव अवाम अस्तु सम्यक् मध्यमपुरुषे एकवचने रूपं किम् अस्ति मध्यमपुरुषे अवाः खलु अस्तु सम्यक् अवाः वातम् अवात भगिनि उमा भगिनि भगिनी प्रश्नं पृच्छामि वा तत्र यत्र यत्र जूस् आगच्छति तत्र एव उस् इति भवति वा अथवा अन्यरीत्या अपि किं न अवगतं किं तत्र जूस् इत्यनेन जू इत्यस्य जू न जकारस्य लोपः तदनन्तरम् उस् इति तिष्ठति तथा एव उस् इत्यस्य प्रसक्तिः भवति वा इति अपि च जेर् जूस् इति सूत्रमस्ति लङ्घः शाकटायनस्य इति सूत्रमस्ति इति सूत्रद्वयम् इदानीं स्मरामि उस् इत्यस्य कृते जूस् इत्यस्य कृते उस्य इति उक्त जुसि च इति एकम् अन्यत् सूत्रमस्ति जुसि च उस् इत्युक्ते तत्र एव अस्तु भगिनि अपदान्तात् आयो इदानीं तत्र आयोगः वा धातुः खलु अवा इति अवा धातोः लङ्लकारे अवा इति रूपमस्ति अवा अवा इति अपदान्ते आकारः अस्ति अनन्तरं जे तत्र जुस् आदेशः लङ्लशाकटायनस्य जुस् आदेशः विकल्पेन भवति अतः उस् इति अवशिष्यते अवायोगः उस् तदानीम् अपदान्ते आकारः अपदान्ते इति तत्र इदानीं पदम् इति कृत्वा पूर्वपरयोः पररूपादेशः निकटप्रत्ययः किम् अस्तु अपदान्ते इति भवति अस्तु भगिनि धन्यवादः इत्युक्ते यत् भवती वदति सम्यक् एव अदादिगणे एव भवति अस्य कार्यम् अदादिगणे अथवा जुहोत्यादिगणे तत्रैव एतादृशकार्यं भवितुमर्हति अपि च प्रत्ययसिद्धिः यदा भवति यासुटागमः भवति तदानीमपि एतादृशचिन्तनं कर्तुं शक्नुमः तस्य पदान्तात् इति तत्रापि कार्यं भवति इत्युक्ते यत्र यास् योगः उस् इति अस्ति तत्र सकारस्य लोपः भवति या योगः उस् तस्यां स्थितौ अपि उस्य पदान्तात् इत्यनेन पररूपादेशः भवति युः इति लभ्यते युः इति इदानीं युः इति यः यद्रूपं लब्धं तत्र उस् अस्ति परन्तु तदानीम् उस् तु अजादिः नास्ति पूर्वम् उस्यपदान्तात् इत्यस्य कार्यं भवति तत्रापि परन्तु तत्पश्चात् यद् उस् अस्ति तत्र इदानीं तत्र युः इति विधिलिङ्लकारे बहुवचने यः प्रत्ययः अस्ति युः इदानीं वायोगः इदानीं तत्र केनचित् वक्तव्यं खलु वायोगः युः इदानीं तत्र प्रश्नः भवितुमर्हति उस्यपदान्तात् इत्यस्य कार्यं तत्र भवति वा इति प्रश्नः वायोगः युः इत्यत्र वा इति तु अपदान्ते आकारः अस्ति युः इत्यत्र उसि अपि अस्ति उसि प्रत्ययः तु अस्ति तत्र, तर्हि तत्र उसि पदान्तात् इत्यस्य कार्यं भवति वा इति प्रश्नः. तदानीं वयं किं वदामः, अत्र उसि तु अस्ति परन्तु उसि तु अजादिः नास्ति, यकारादि उसि अस्ति इति कृत्वा तत्र उसि पदान्तात् इत्यस्य कार्यं न भवति. अस्तु, पुनः शृणोमि भगिनि, धन्यवादः. शृणोतु, प्रश्नः सन्ति चेत्. कुत्र प्रश्नः अस्ति? न, एतत् सूत्रं तु नूतनं, अतः इत्युक्ते किमपि नास्ति भगिनि. पश्यतु, पूर्वम् आकारः भवेत्, आकारः पदस्य अन्ते न भवेत्, तस्य अनन्तरम् उसि भवेत्, उसि तु अजादि उसि भवेत्, इत्युक्ते उस् इति साक्षात् दृश्येत् दृश्येत. अतः आकारान्तधातुः अनन्तरम् उस् इति यदा दृश्यते तदानीं पूर्वपरयोः पररूपादेशः भवति. तावदेव सूत्रस्य कार्यं. विधिलिङ्गि उस् इति आगच्छति खलु तत्रापि? हा, उस् इति आगच्छति. तत्र तु पश्यतु, अत्र विधिलिङ्गकारे जी प्रत्ययस्य स्थाने जूस् आदेशः भवति, अतः उस् इति भवति. परन्तु तत्र अनदन्ताङ्गानां कृते यासुट् आगमः अपि भवति खलु प्रत्ययस्य. सर्वेषां विधिलिङ्गकाराणां लकारप्रत्ययानां यासुट् आगमः भवति, अतः यासुट् योगः उस् इति स्थितिः. अस्तु अस्तु अस्तु, यासुट् योगः उस्. तत्र अन्ते यः यासुट् इत्यत्र उकारटकारः गच्छति, यास् इति अवशिष्यते, यास् योगः उस्. यास् इत्यत्र सकारस्य लोपः भवति, लिङ्गः सलोपानन्तस्य इति किमपि सूत्रं तेन भवति, अतः या योगः उस्. इदानीं तत्र या योगः उस् इति स्थितौ उस्य पदान्तात् इत्यस्य कार्यं भवति वा? या योगः उस् तत्र उस्य पदान्तात् अपदान्त अकारात् उसि प्रत्यये परे अकारः इत्युक्ते तत्र दीर्घ अस्ति इदानीम् अपदान्तात्, तत्रापि अपदान्तात् एव भवति. इदानीं वाया इति अङ्गं योगः उस् तद् मम चिन्तयतु. या योगः उस् केवलं या योगः उस् अस्तु. तत्र अपदान्तः तु अस्ति किन्तु अकारात् इति आकारः अस्ति इदानीं, तत्रापि भवेत् खलु अस्ति इत्युक्ते तत्र अकारात् इत्यनेन दीर्घ अकारात् नास्ति, आकारात् इत्युक्ते आत् इत्यनेन पञ्चम्यन्तं ह्रस्वकारः वा दीर्घकारः यः कोऽपि अकारः भवतु नाम खलु. अकारात् इति न रामशब्दस्य पञ्चम्यन्तं किं? रामात् आत्. अतः आत् इति वयं वदामः चेत् ह्रस्वः वा भवतु दीर्घः वा भवतु अवर्णान् इति अर्थः. अतः या योगः उस् इति स्थितौ उस्य पदान्तात् भवति वा न वा? भवति खलु. उस्य पदान्तात् इति भवति चेत् रूपं किं भवति? उस्य पदान्तात् इति भवति चेत् तत्र आकारः अपगच्छति. अस्तु, एकक्षणं भगिनि. अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः, क्षम्यतां, पूर्वपरयोः पररूपम् एकादेशः भवति. पररूपं तत्र तु उस् एव उ, अतः या इति युः इति भवति तर्हि. युः इति भवति खलु, युः इति भवति, तत्र क्लेशः नास्ति. इदानीं युः इति प्रत्यये उस् अस्ति वा न वा? अस्ति अस्ति खलु, उस् प्रत्ययः एव खलु. युः अस्ति चेदपि उस् प्रत्ययः एव. तर्हि इदानीं वायोगः युः इत्यत्र उस्य पदान्तात् भवति वा न वा? वायोगः युः वायोगः युः इति वा? युः युः वायोगः युः इत्युक्ते तत्र इदानीं किमर्थं वायोगः युः? इदानीं वा इति धातुः अस्ति, विधिलिङ्गकारे बहुवचनान्तप्रत्ययः युः इति प्रत्ययः अस्ति. इदानीं वायोगयुः इत्यत्र किमपि कार्यं भवति वा इति मम प्रश्नः. रूपं किं भवति तत्र वायोगः युः इति चेत्? वायुः इति एव भवेत्. न तत्र उस्य पदान्तात् इत्यस्य कार्यं भवति वा न वा इति प्रश्नः. अस्तु, नास्ति भगिनि. हा तावदेव, तदेव वक्तव्यं खलु शोभा भगिनी. किमर्थं क्लेशः? वा इति अकारान्तधातुः अस्ति. अस्य सूत्रस्य पुनः पठनीयमस्ति मया भगिनी. न किमपि नास्ति भगिनी, भवती ओवर् अनलैस् करोति. तावदेव, किमपि नास्ति. भवती तु अवगतवती सूत्रार्थः कः इति, इदानीमेव भवती उक्तवती. पुनः पठनीयम् इति किमपि नास्ति. वा इति अपदान्ते अस्ति, धातुः अस्ति, अपदान्ते अस्ति आकारः. तस्य अनन्तरं युः इति अस्ति, तत्र उसि तु दृश्यते, परन्तु अजादिः नास्ति खलु. अजादिः भवेत्, अजादि उसि भवेत्. तत्र युः इत्यत्र हलादि उसि अस्ति, य इति यकारः अस्ति खलु. अतः हलादि उसि इति कृत्वा उस्य पदान्तात् इत्यस्य कार्यं न भवति. अतः वायुः इति रूपम्, अजादिः इति अपि. अस्तु, आं सम्यक्. यदि भगिनी, यदि उस्य पदान्तात् भविष्यति चेत् किं पदं भवति तत्र, किं रूपं भवति तत्र? न भवति खलु, अजादि उसि नास्ति. अतः किमर्थं भविष्यति चेत् किमर्थं न भवति? तावदेव, किमर्थं भविष्यति चेत् न भवति. अजादिः नास्ति, अतः न भवति. प्रसक्तिः प्रसक्तिः नास्ति. तावदेव, भविष्यति न, किमपि न भविष्यति. सूत्रस्य प्रसक्तिः नास्ति. अस्तु, उमा भगिनी, विधिलिङ्गकारे रूपाणि वदतु. भगिनी, वा अपि च यासुट् इति अस्ति. अनन्तरं उः इति अस्ति, उस् इति अस्ति. मध्ये यासुट् अस्ति इति कृत्वा वा इत्यस्य आकारस्य पररूपं न भवति उः प्रत्ययेन सह. परन्तु यासुट् इत्यत्रापि आकारः अस्ति खलु? तत्र तु भवति या योगः उस् इत्यत्र उस्य पदान्तात् इत्यनेन युः इति रूपं लब्धम्. तत्र क्लेशः नास्ति. युः इति रूपं लब्धम् उस्य पदान्तात् इत्यस्य अनन्तरं. पुनः उस्य पदान्तात् इत्यस्य प्रसक्तिः अस्ति वा वायोगः युः इत्यत्र? यतोहि तत्रापि उसि एव अस्ति खलु, उसि प्रत्ययः तु अस्ति. वा इति आकारान्तः अपि अस्ति, तर्हि उस्य पदान्तात् इति भवेत् खलु. तदानीं वयं वदामः न भवति, यतोहि सूत्रे निमित्तम् अस्ति अजादि उसि अस्ति, न केवलम् उसि. किं द्विवारं न भवति उस्य पदान्तात् प्रथमं? द्विवारं भवितुम् अर्हति, द्विवारं भवितुम् अर्हति, परन्तु निमित्तं नास्ति खलु भगिनि. अजादि उसि नास्ति खलु, अतः द्वितीयवारं प्रसक्तिः नास्ति. प्रथमं भवति एव, प्रथमं तु भवति एव, युः इति प्रत्ययः लब्धः. अस्तु अस्तु अस्तु. किं शोभा भगिनि? न भगिनी, तत्र उस्य पदान्तात् इत्यत्र प्रथमवाक्ये अपदान्तात् अकारस्य उसि प्रत्यये परे इति दत्तम् इति अस्ति. किन्तु तत्र अनुवृत्तिसूत्रे अजादि उसि, हा अचि उसि इति अस्ति. तर्हि वाक्ये अपि तथा एव भवेत्, अपदान्तात् अकारात् अजादि उसि प्रत्यये परे, अजादि इति लेखनीयम्. अस्तु अस्तु, तर्हि इदानीम् अस्पष्टं तत्र अचि इति कुत्र तस्य आवश्यकता अस्ति इति. यदा वा योगः युः इति भवति तत्र अचि इति भवेत् तत्र, तर्हि अन्यथा कार्यं भवति उस्य इत्यस्य पुनः इति. अस्तु, धन्यवादः. अस्तु, सम्यक्. अस्तु उमा भगिनि, इदानीं कोऽपि प्रश्नः मास्तु. उमा भगिनि वदतु, अनन्तरं प्रश्नः. क्षम्यताम्, अस्ति चिन्ता. अत्र विधिलिङ्ग् या ख्यातां विदु चेति या ख्यातां विदु याः यातं यात न सेम् थिङ्ग् इति न, रूपाणि वदतु. रूपाणि वा इति धातुः खलु वाह वा किं किं वदति भवती कुत्र अस्ति भवती अन्यस्मिन् गृहे अस्ति स्वर्गलोके अस्ति भवती इदानीं प्रत्ययाः के के इति सम्यक्तया उक्तवती खलु प्रत्ययाः या ज्ञातम् इति योजयित्वा वदतु तावदेव भवती जानाति नाटकं करोति खलु भवती भवती सर्वं जानाति एव केवलम् एवमेव करोति अस्तु अस्तु अस्तु क्षम्यताम् अत्र अचियुसि यत्र विथिलिङ्ग् लकारे इदानीं वायोगयुः इत्यत्र युः प्रत्ययं यथा प्राप्नोति तत्र तु उस्य पदान्तात् इत्यस्य प्रसक्तिः प्राप्तिः च अस्ति यत्र धातु तिङ्प्रत्ययोः मेलनं यथा भवति अत्र उस् प्रत्ययः अस्ति किन्तु हलादि उस् प्रत्ययः अस्ति इति कारणात् उस्य पदान्तात् न भवति इति उक्तम् किन्तु अत्र उस्य पदान्तात् न भवति किन्तु आद्गुणस्यापि प्रसक्तिः अपि नास्ति अन्यत् किमपि रूपं न अर्हति अत्र केवलं वायुः इति एव भवति यतोहि अत्र अजादिः नास्ति इति कृत्वा आद्गुणस्यापि प्रसक्तिः न भवति इति अपि एकः वक्तव्यं खलु आद्गुणस्य चिन्तनम् अत्र न क्रियते आद्गुणस्य चिन्तनं किमर्थं क्रियणम् आद्गुणस्य कार्यं कुत्र भवेत् अत्र अजाति नास्ति इति कारणात् आद्गुणः अपि न भवति यस्य पदान्तात् आद्गुणस्य चिन्तनं वयं न कुर्मः आद्गुणस्य चिन्तनमेव न कुर्मः यतोहि तत्र इत्युक्ते आद्गुणस्य कार्यम् अत्र न भवति इति चेत् वृद्धिरेच् इत्यस्य कार्यं न भवति अन्यसूत्रस्य अपि कार्यं न भवति एवं न अत्र प्रसक्तिः एव नास्ति आद्गुणस्य प्रसक्तिः नास्ति किमर्थम् उस्य पदान्तात् इत्यस्य विषये वयं चिन्तनं कुर्मः इति चेत् तत्र उसि इति श्रूयते खलु युः इत्यत्र उसि श्रूयते इति कृत्वा तत्र चिन्तनं क्रियते न उस्य पदान्तात् इत्यस्य प्रसक्तिः नास्ति यतोहि अजादि उसि नास्ति इति वयं वदामः परन्तु आद्गुणस्य विषये तथा नास्ति अत्र तु अवर्णात् अचिपरे खलु इकि परे खलु अत्र इकि एव नास्ति अतः आद्गुणस्य चिन्तनमपि न क्रियते परन्तु यत् भवती किं वक्तुमिच्छति इति चेत् आद्गुणः इत्यस्य आद्गुणः इति सूत्रस्य अपवादसूत्रम् अस्ति इदं सूत्रम् इति किमपि वक्तुमिच्छति खलु इति कृत्वा आद्गुणः अपि तत्र न भवति इति चेत् एवं वक्तुमिच्छति चेत् वदतु न कोऽपि क्लेशः परन्तु आद्गुणस्य चिन्तनं न क्रियते अत्र यतोहि अजादिः एव नास्ति इकि एव नास्ति तर्हि किमर्थं तस्य चिन्तनं उसि इति उस्य पदान्तात् इत्यस्य चिन्तनं यतोहि उसि अस्ति तावदेव इदानीम् अचि इति न वदति चेदपि सम्यक् भाति वा इति इदानीं न सम्यक् न भाति न भाति उसि इति वदति चेत् तत्र उस् प्रत्ययः अस्ति यास् या युः इत्यत्र उस् प्रत्ययः अस्ति अजादि उसि इति न वदति चेत् उस्य पदान्तात् इति सूत्रस्य कार्यं भवेत् वायोगः युः इत्यत्र पररूपादेशः भवेत् पररूपादेशः भवेत् पररूपादेशः यदा भवति तदानीं व्यूः किमपि तादृशं भवेत् अनिष्टरूपपतिः भवति इति कृत्वा अजादि उसिः इति वक्तव्यम् किम् अत्र तदेव अत्र पूर्वपररूपं किम् इति एव किञ्चित् जाटिल्यमस्ति अत्र वायोगयुः इति वदामः चेत् अत्र पूर्वरूपं किं पररूपं किम् इति अपि आकारः पूर्वरूपं चेत् यकारः पर न अत्र सूत्रे उस्य पदान्तात् इति सूत्रे उकारः परे भवेत् इति सूत्रे उक्तं वा पूर्वम् आकारः अपदान्त आकारः अनन्तरम् उकारः अनन्तरं भवेत् इति सूत्रे उक्तं वा उसि परे इत्येव उक्तं खलु अस्ति खलु उसि प्रत्यय युः इत्यत्र उसि प्रत्ययः नास्ति वा युः इत्यत्र उसि प्रत्ययः एव तर्हि तत्र सूत्रस्य निमित्तं पूरितं खलु अवर्णात् उसि परे युः इत्यत्र उसि परः अस्ति पूर्वपरयोः पररूपादेशः पररूपः अत्र यकारः इति कृत्वा पूर्वपरयोः यकारः भवेत् यकारः अस्ति एव वायुः इति वदामः चेत् तत्र आकारस्य आकारः अपगच्छति खलु आकारः अपगच्छति खलु आकार यकारयोः स्थाने यकारः भवति तर्हि तत्र व्युः इति किमर्थं रूपं तत्र किं वकारः युः व्युः इति रूपं लभ्यते तन्नैष्यते खलु दीस् आर् आल् जस्ट् हैपोथेटिकल् थिङ्किङ्ग् सेङ्ग् किमर्थम् अचि अचि अस्ति चेत् एवं भवति अचि नास्ति चेत् एतादृश अनिष्टापतिः आपत्तिः भवति इति चिन्तनं अस्तु भगिनि अपि च अत्र आत् इत्यत्र तपरकरणं नास्ति दीर्घ आकारान्तः एव गृह्यते खलु अत्र न दीर्घ आकारान्तः नास्ति अवर्णात् अवर्णात् आत् यथा आद्गुणः इत्यत्र आत् इत्युक्ते अवर्णात् एवम् उस्य पदान्तात् इत्यत्र अवर्णात् यतोहि आद्गुणः इत्यस्मात् एव आत् इत्यस्य अनुवृत्तिः अत्रापि आयाति अस्तु अस्तु अकारयोग अत् आत् इति अस्तु अस्तु धन्यवादः समीचीनं धन्यवादः इति कृत्वा रूपाणि साधितानि कोऽपि इतोपि प्रश्नाः सन्ति वा अत्र उस्य पदान्तात् अस्तु कस्य टैप् यासुट् वा इत्यनयोः कार्यं पूर्वं न भवति वा न प्रत्ययसिद्धिः भवेत् खलु यास् यास् इति प्रत्ययस्य आगमः अस्ति अतः आगमस्य अङ्गस्य कार्यं न भवति प्रत्ययसिद्धिः प्रथमतया भवति या इति कस्य आगमः यासुट् परस्मैपदेषु उदात्तो निच्च इति यासुट् आगमः प्रत्ययस्य आगमः अतः प्रत्ययस्य भागः अस्ति अतः प्रत्ययकार्यं कृत्वा एव अङ्गकार्यं प्रत्ययस्य अवयवः अस्ति अतः तत् प्रथमतया कृत्वा युः इति प्रत्ययं वयं साधयामः तत्पश्चात् एव अङ्गप्रत्ययोः चिन्तनम् अस्तु अत्र स्थगनं कुर्मः वा समयः अतीतः अस्तु तर्हि धन्यवादः भगिनि धन्यवादः नमस्कारः नमस्कारः भगिनि धन्यवादः धन्यवादः नमस्कारः धन्यवादः